नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति निजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम् इति विषयः. तत्र विशिष्टसूत्रमस्ति गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासनौ इति. तत्र अनेन सूत्रेण प्रयोज्यकर्तुः कर्मत्वं भवति इत्येतेषां ये धातवः अत्र उल्लिखिताः समूहरूपेण, तेषाम् उपस्थितौ प्रयोजकर्तुः कर्मत्वं भवति इति अस्माभिः ज्ञातं. तत्र तत्सम्बद्धवार्तिकानि कतिचन वार्तिकानि सन्ति, तेषाम् अध्ययनम् इदानीं जायमानमस्ति. तत्र आदौ अस्माभिः प्रथमवार्तिकम् अधीतं, तत्र नीबह्योर्न इति वार्तिकम् अधीतं. तत्र नी अपि च वह् अनयोः यद्यपि धातुद्वयमपि गत्यर्थकौ, तथापि तस्य योगे प्रयोजकर्तुः कर्मत्वं न भवति इति अत्र विशेषः अस्ति. यद्यपि धातुः गत्यर्थकः, तथापि अस्य योगे प्रयोजकर्तुः कर्मत्वं न भवति इति उक्तम्. तदनन्तरं नियन्त्रकर्तृकस्य वहेः अनिषेधः इति वार्तिकं. तत्र वह्धातोः विषये गत्यर्थकः अस्ति चेत् गतिबुद्धिप्रत्यवसानार्थक इति सूत्रेण प्रयोजकर्तुः कर्मत्वं भवति. नीवह्योर्न इति निषेधः, तस्यैव पुनर्विधानं, वहेः अनिषेधः इति उक्तं. पुनर्विधानं कुत्र इति चेत् यत्र प्रयोजककर्ता नियन्ता अस्ति, प्रयोजककर्ता नियन्ता अस्ति, तदानीं तत्र वह्धातोः योगे प्रयोज्यकर्तुः कर्मत्वं भवति. तत्र सूतः वाहान् रथं वाहयति इति वाक्ये सूतः इति नियन्ता अस्ति, सः तत्र सः अश्वान् अश्वस्य अश्वानां नियन्त्रणं करोति, सूतः अश्वानां नियन्त्रणं करोति इति कृत्वा अत्र प्रयोजककर्ता नियन्ता इति कृत्वा अत्र वह्धातोः योगे प्रयोज्यकर्तुः कर्मत्वं भवति. वाहाः इति प्रयोज्यकर्तारः, तेषां कर्मत्वं भूत्वा वाहान् रथं वाहयति इति वाक्यं सिद्ध्यति. अतः प्रयोजककर्ता नियन्ता अस्ति वा नास्ति वा इति चिन्तनीयं. नियन्ता अस्ति चेत्, नियन्ता इत्युक्ते सः इत्युक्ते तत्र अत्र पश्यन्तु, सूतः वाहान् रथं वाहयति इत्यत्र अत्र रथमपि अस्ति. तत्र रथस्य गतिः, रथस्य गतिः यस्यां दिशि यस्यां कस्यामपि दिशि रथः गन्तुं न शक्नोति. तत्र सूतः एव नियन्त्रणं करोति, अस्तु अस्मिन् अस्यां दिशि गच्छतु इति नियन्त्रणं करोति खलु, अस्यां दिशि गच्छतु अथवा अन्यस्यां दिशि गच्छतु इति नियन्त्रणं करोति. अतः तत्र सूतः वस्तुतः वाहानां नियन्त्रणं करोति, वाहानां नियन्त्रणेन अत्र रथस्यापि नियन्त्रणं भवति. अतः एतादृशपरिस्थितौ एव अत्र प्रयोजकर्तुः कर्मत्वं भवति वहेः धातोः योगे. इदानीम् अग्रिमम् अस्ति आदिकाद्योर्न इत्यत्र अद् काद् इति धातोः प्रयोजकर्तुः कर्मत्वं न भवति. साक्षात् उक्तं, धातोः उल्लेखः अस्ति अद् अपि च काद् अनयोः धात्वोः गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इत्यनेन प्रयोजकर्तुः कर्मत्वं भवति, यतोहि प्रत्यवसानार्थकधातुः अस्ति अद् अपि च काद्. अतः कर्मसंज्ञा प्राप्ता अस्ति, तस्य निषेधः क्रियते आदिकाद्योर्न इति वार्तिकेन. अतः देवदत्तः वटुना अन्नम् आदयते, अद् धातोः प्रतिषेधः. अनन्तरं देवदत्तः वटुना अन्नं खादयति इत्यत्रापि प्रतिषेधः, वटुना इति तत्र तृतीयविभक्तौ अस्ति न तु द्वितीयविभक्तौ. तत्पश्चात् अग्रिमवार्तिकमस्ति भक्ष्येः अहिंसार्थस्य न इति उक्तम्. अत्र भक्षुधातुः अस्ति न तु भोजधातुः इति स्मर्तव्यं, भक्षधातुः अस्ति तत्र. भक्षधातोः यत्र हिंसा अस्ति, भक्षधातोः प्रयोगे यत्र हिंसा अस्ति इत्युक्ते तत्र प्राणिनः, यत्र प्राणिनः पशु पक्षिणः ते मांसम् अथवा यत्किमपि ते खादन्ति तत्र साक्षात् हिंसा अस्ति. यत्र हिंसा भवति तत्र तु प्रयोजकर्तुः कर्मत्वं भवति, परन्तु यत्र हिंसा नास्ति, यथा मनुष्याः सस्यानि खादन्ति खलु, तत्र हिंसा नास्ति. तादृशसन्दर्भे अथवा अन्नं खादन्ति तत्र हिंसा नास्ति, तादृशसन्दर्भेषु तत्र प्रयोज्यकर्तुः कर्मत्वं न भवति. पक्षेः अहिंसार्थस्य न, हिंसा अस्ति चेत् भवति, अहिंसा अस्ति चेत् कर्मसंज्ञा न भवति इति अत्र पुनः निषेधः अस्ति. प्राप्तः अस्ति, भक्षधातुः वस्तुतः प्रत्यवसानार्थकः अस्ति, अतः भक्षधातोः योगे प्रयोज्यकर्तुः कर्मसंज्ञा भवति, परन्तु अनेन वार्तिकेन यत्र अहिंसार्थे भवति भक्षधातुः तदानीं तु प्रयोजकर्तुः कर्मसंज्ञा न भवति. हिंसार्थे अस्ति चेत् तदानीं प्रयोजकर्तुः कर्मसंज्ञा भवति भक्षधातोः योगे, अन्यथा न भवति. तर्हि हिंसा नाम का इत्यपि अस्माभिः तत्र गतवर्गे चर्चिता. तत्र हिंसा इत्युक्ते तत्र इत्युक्ते तत्र सस्यानां विषये हिंसा कथम् इत्युक्ते प्राणिनः सन्ति चेत्, जीवाः सन्ति चेत् तत्र हिंसा इत्युक्ते वयं जानीमः, परन्तु सस्यानां विषये हिंसा इत्युक्ते कदा भवति इति चेत् यदा सस्यानि भूमौ सस्यानि यत् भूमौ स्थितानि भवन्ति तदानीं तस्य किं प्ररूढमूलनं इत्युक्ते तत्र भूमितः निष्कासनम् इति किमपि क्रियते चेत् तदानीं हिंसा इति भवति. यदा वयं तत्र सस्यानां पाकः यदा क्रियते अस्माभिः तदानीं तत्र तु हिंसा नास्ति, यतोहि तत्र भूमौ एतानि न सन्ति इति कृत्वा तत्र देवदत्तः वटुना अन्नं भक्षयति इत्यत्र वटुना इति भक्षधातोः अन्नम् इत्यत्र हिंसा नास्ति, हिंसा नास्ति इति कृत्वा तृतीयविभक्तिः वटुना प्रयोज्यकर्तुः तृतीयविभक्तिः भवति. परन्तु तत्र बलिवर्ताः सस्यानि तत्र भोजयन्ति, तत्र बलिवर्धाः सस्यानि भोजयन्ति इत्यत्र अत्र साक्षात् हिंसा अस्ति. यत्र गौः गत्वा तृणं खादति अथवा सस्यं खादति तदानीं तत्र साक्षात् हिंसा वर्तते, यतोहि सस्येषु प्राणाः सन्ति, इदानीमपि प्राणाः सन्ति, निर्जीवः नास्ति इति कृत्वा तत्र बलिवर्धाः इति प्रयोज्यकर्तारः ये सन्ति तेषां कर्मसंज्ञा भवति, यतोहि हिंसा अस्ति. भक्षेः अहिंसार्थस्य न इत्युक्तम् अहिंसा अस्ति चेत् एव अत्र अहिंसा अस्ति, क्षम्यतां किमस्ति, भक्षेः अहिंसार्थस्य न, अत्र हिंसा अस्ति, क्षम्यताम्, अत्र हिंसा अस्ति, बलिवर्धाः सस्यान् खादन्ति इत्यत्र हिंसा अस्ति इति कृत्वा अत्र प्रयोजकर्तुः कर्मसंज्ञा भवति. परन्तु यत्र हिंसा नास्ति तत्र प्रयोज्यकर्तुः कर्मसंज्ञा न भवति, हिंसा अस्ति चेत् कर्म प्रयोज्यकर्तुः कर्मसंज्ञा भवति एव. अतः अत्र तदर्थमेव देवदत्तः बलिवर्धान् इति तत्र कर्मसंज्ञा द्वितीयाविभक्तिः दृश्यते. अतः भक्षधातुः अस्ति चेत् द्रष्टव्यमस्ति हिंसा अस्ति वा न वा इति, भक्षयति इति रूपमस्ति चेत्. एतत् पठितम्. इदानीं तत्र अग्रिम वार्तिकमस्ति जलप्रवृत्ति जल्पतिप्रवृत्तीनाम् उपसङ्ख्यानम् इति वार्तिकम् इदानीं पठामः. तत्र लक्ष्मीभगिनी पठति वा, अस्ति वा भगिनी? आं लक्ष्मी पठामि, पठतु. जल्पतिप्रकृतीनाम् उपसङ्ख्यानाम् इति वार्तिकं जल्प् धातुः व्यक्ताय वाचि स्पीक् डिस्टिङ्क्ट्लि इत्यर्थे अस्ति. अस्मिन् वार्तिके अन्ये सामानार्थकानां धातूनामपि ग्रहणं भवति. एतेषां धातूनाम् अण्यन्तावस्थायां यः कर्ता सः ण्यन्तावस्थायां कर्मसंज्ञा प्राप्नोति. गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता सनौ इति सूत्रेण जल्पादीनां धातूनां कर्मसंज्ञा न भवति इति कारणेन अनेन वार्तिकेन प्रयोज्यकर्ता कर्मसंज्ञां कर्मसंज्ञा प्राप्यते. अस्मिन् वार्तिके प्रयोज्यकर्त्रा इति भवेत्, प्रयोज्यकर्त्रा हा कर्त्रा कर्मसंज्ञा प्राप्यते. अस्तु, अस्मिन् वार्तिके प्रभृतिः इति शब्देन अन्ये सामानार्थकानां क्रियाणामपि सङ्ग्रहः इति मन्यन्ते. भाष्ये जल्पति, विलपति, आभाषते इत्येते जल्पतिप्रभृतयः इति उक्तम्. यथा देवदत्तः पुत्रं धर्मः जल्पयति, अत्र जल्पतिप्रभृतीनाम् उपसङ्ख्यानाम् इति वार्तिकमस्ति. जल्प् इति कश्चन धातुः अस्ति, तस्य अर्थः अस्ति वक्तायां वाचि इति अर्थः अस्ति. अनेन वार्तिकेन जल्प् धातुः अस्ति तेषाम् अपि च समानार्थकानामपि धातूनामपि ग्रहणं जातम्. अर्थः एतत् अस्ति, अण्यन्तावस्थायां यदि जल्प् धातुः अथवा समानार्थकः धातुः अस्ति, अण्यन्तावस्थायां यः कर्ता अस्ति तस्य ण्यन्तावस्थायां कर्मसंज्ञा भवति इति अनेन वार्तिकेन कर्मसंज्ञा प्राप्नोति अणिकर्ता. अस्य वार्तिकस्य का आवश्यकता इति चेत् गतिबुद्धिप्रत्यवसानर्थ शब्दकर्म कर्मकाणाम् अणिकर्तर्तनौ इति सूत्रेण जल्प् धातुः न अन्तर्भूतः. जल्प् धातुः अथवा समानार्थकः धातुः गत्यर्थकः अपि नास्ति, बुद्ध्यर्थकः अपि नास्ति, प्रत्यवसानार्थकः अपि नास्ति, शब्दकर्मधातुः अपि नास्ति, अकर्मकः धातुः अपि नास्ति. तेन कारणेन पृथक्तया वार्तिकेन अत्र उक्तमस्ति जल्प् धातुः अथवा समानार्थकः धातुः अस्ति चेत् ण्यन्तावस्थायाम् अणि कर्तुः कर्मसंज्ञा प्राप्नोति इति अत्र उक्तम्. पुनः समानार्थकः धातवः के इति चेत् भाष्ये जल्पति, विलपति इति भाष्यधातु जल्प, विलपति एतेषां धातूनामपि ग्रहणं प्रभृतिः इति अभाष्यते इति अपि त्रयः तत् अभाष्यते तदपि, किन्तु तत् धातुः तु भाष्ये एव भवति वा इति चिन्तितवती. किम् अभाष्यते इत्यत्र मूलधातुः भाष्य इति एव खलु तत्र मूलधातुः भाष्यते एव उपसर्गपूर्वकः उक्तः. एतेषां धातूनां कृते अपि अणिकर्तुः कर्मसंज्ञा भवति इति अर्थः. प्रभृतिः इत्यनेन अन्येषां समानार्थकधातूनामपि ग्रहणम् इति अत्र उक्तमस्ति. उदाहरणं देवदत्तः पुत्रं धर्मं जल्पयति इति उक्तम्. अत्र धर्मं जल्पय जल्प धातुः अपि अस्ति, पुत्रः अणिकर्ता अस्ति, तस्य ण्यन्तावस्थायां पुत्रम् इति कर्मसंज्ञा भूत्वा द्वितीयविभक्ति च जायते. पुत्रः धर्मं जल्पति इति अण्यन्तावस्थायां वाक्यं स्यात्, तस्य निजन्तावस्थायां जल्प धातु जल्पति जल्पयति इति भवति. पुत्रः पुत्रम् इति द्वितीयविभक्तिः स्यात्. धर्मं तु कर्तृलीप्सितमं कर्म इत्यनेन एव तस्य कर्मसंज्ञा अस्ति. देवदत्तः इदानीं प्रयोजककर्ता अस्ति, प्रयोजकर्ता पुत्रः पुत्रम् इति ण्यन्तावस्थायां कर्मसंज्ञा प्राप्नोति तेन देवदत्तः पुत्रं धर्मं जल्पयति इति वाक्यम्. भगिनि अग्रे. समीचीनं समीचीनं, धन्यवादः. सम्यक्, तर्हि तत्र जल्पतिप्रवृत्तीनाम् उपसंख्यानम् इत्युक्तं जल्पतिप्रवृत्तीनां, प्रवृत्तीनाम् इत्युक्ते न केवलं जल्पति अपि च अन्येषाम्, अन्येषां के इति चेत् विलपति अभाषते इति साक्षात् भाष्ये एव उक्तम्. अतः अन्ये के के धातवः इति चिन्तनस्य आवश्यकता नास्ति. अत्र जल्पति विल्पति विलपति आभाषते इति साक्षात् उक्तम्. अतः एतेषां त्रयाणाम् अत्र ग्रहणं. तर्हि उदाहरणे देवदत्तः पुत्रं धर्मं जल्पयति इति, तत्र पुत्रः इति प्रयोज्यकर्ता, तस्य कर्मत्वं भवति अनेन वार्तिकेन. वस्तुतः मूलसूत्रेण, प्रकृतसूत्रेण, गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्ता स्वणौ इति सूत्रेण पुत्रः इत्यस्य प्रयो कर्मत्वं न प्राप्तम्. यतोहि तत्र जल्पदातुः गत्यर्थकः नास्ति, बुद्ध्यर्थकः नास्ति, प्रत्यवसानार्थकः अपि नास्ति, मूलसूत्रेण न प्राप्तं. परन्तु अत्रापि कर्मसंज्ञा इष्यते इति कृत्वा अत्र वार्तिकं कृतं जल्पतिप्रवृत्तीनाम् उपसंख्यानम् इति वार्तिकेन. अत्र साक्षात् जल्पधातुः प्रयुक्तः अस्ति इति कृत्वा पुत्रः इति प्रयोज्यकर्तुः कर्मत्वं द्वितीयाविभक्तिः च भवति. एवमेव अन्तिमवाक्यमपि पठतु भगिनि. अहमेव भगिनि. भवती आं पठामि. दृशेश्च इति वार्तिकं न न एवमेव देवदत्तः अन्तिमवाक्यं. हा अन्तिमवाक्यम् सन्तु. एवमेव देवदत्तः पुत्रं धर्मं भाषयति, देवदत्तः पुत्रं धर्मं विलापयति, आभाषयति, वादयति, व्याहारयति इत्यपि उदाहरणम्. अत्र देवदत्तः पुत्रं धर्मं भाषयति, भाष्यधातुः अस्ति, समानार्थकः जल्प् धातुना सह समानार्थकः अस्ति, तेन भाषयति इति ण्यन्तावस्थायामपि पुत्रः इति प्रयोज्य कर्तुः कर्मसंज्ञा प्राप्नोति अनेन वार्तिकेन. पुनः विलापयति अत्रापि समानकार्यम्, आभाषयति इत्यत्रापि समानकार्यं, वादयति, व्याहारयति इति अपि जल्प् धातोः समानार्थकः धातवः इति अत्र उक्तमस्ति. इत्युक्ते व्याख्यानेषु वादयति, व्याहरति, व्याहरयति इत्यपि तत्र दत्तमस्ति. इत्युक्ते प्रायः तत्र शिष्टप्रयोगाः सन्ति इति कृत्वा एवम् उक्तम्. परन्तु भाष्ये तु त्रयः एव धातवः उक्ताः. ते के केवलं जल्प, भाष्य, विलाप च. विलाप इति अस्तु. तर्हि इदानीम् अग्रे गच्छामः. शुभदा भगिनी पठति वा अग्रे. भगिनी संशयः अस्ति, क्षणमात्र, क्षम्यताम्. अहम् अत्र किञ्चित् पठितवान् जल्पसम्बन्धे इति प्रयोजनस्य शब्दकारकत्वे अपि कर्मत्वम्. अहं न अवगच्छामि अशब्द अर्थः कः. न इट्स् संस्कृत. इति प्रयोजनस्य अशब्दकारकत्वे अपि कर्मत्वम् अत्र माधुर्यभावनिवृत्ति न श्रुतम्. अशब्द किम्? अशब्द अशब्दकारकत्वे अपि कर्मत्वम्. परन्तु यदि अहं पठामि जपति इत्यादि सम्बन्धे या जल्पयति तु तर्हि भाषण सम्यक् तु अस्ति प्रायः यथा अत्र सूत्रमस्ति. परन्तु शब्दकर्मत्वम् इति उक्तं वा, अशब्दकर्मत्वम् इति उक्तं वा, अशब्दकारकत्वम् इति उक्तं वा? शब्दकारकत्वे तत्र मम संशयः प्रा न अवगच्छामि शब्दकारक अर्थः कः शब्दकारकत्वे अनन्तरं यत्र पठति तद् स्क्रीन्शाट् मह्यं प्रेषयतु अहं पश्यामि अशब्दकारकत्वम् इति किमर्थम् उक्तम् इति अहम् इदानीं वक्तुं न शक्नोमि तत्र किम् अस्ति तत्र प्रसङ्गः कः इति एकवारं प्रेषयतु अनन्तरं पश्यामि परन्तु विदौट् टु देवदत्तः पुत्रं दर्पं जल्पयति यदि जल्प या जप शब्दः क्लियर् शब्दः नास्ति तर्हि कथं देवदत्तः पिता पुत्रं धर्मं जल्पयति पिता या देवदत्तः पुत्रं धर्मं यदि धर्मं विज्ञापयति तर्हि कोऽपि चिन्ता नास्ति विज्ञापयति परन्तु जल्पयति शब्दः तु अस्ति परन्तु यत्र यत्र अहं पठामि जल्पति या जपति इत्यादि तर्हि सौण्ड्स् लैक् इन् इङ्ग्लिश् वर्ड्स् अटरेन्स् एण्ड् थिङ्ग्स् लैक् दट् यु सी आङ्ग्लभाषायां कः अर्थः अत्र संस्कृते तु जल्प् इत्यस्य टु स्पीक् टु मेडिटेट् टु मटर् टु स्पीक् नान्सेन्स् इति तत्र भिन्नभिन्न अर्थाः सन्ति अत्र टु स्पीक् नान्सेन्स् इति अपि अर्थः अस्ति परन्तु इत्युक्ते तत्र व्यर्थतया सम्भाषणमपि जल्पति इत्येव वदन्ति परन्तु केवलं सम्भाषणं भवति तत्रापि जल्पति इत्येव वदन्ति अतः उभयता अर्थः अस्ति अत्र धर्मं जल्पयति इत्यत्र स्पीकिङ्ग् नान्सेन्स् इति अर्थः नास्ति केवलं सम्भाषणमेव भाषणम् अस्ति परन्तु इदानीम् अहम् अवगच्छामि यदा भवती उक्तवती सम्यक् भाषणं या कोऽपि अन्यभाषणं जल्प गासिप् इति नास्ति गासिप् इत्यस्मिन् अर्थे अपि भवति जल्पति इति गासिप् इत्यस्मिन् अर्थे परन्तु अत्र गासिप् इति अर्थः नास्ति अत्र तु केवलं सम्भाषणम् अत्र अर्थः कः इति वयं पश्यामः चेत् व्यक्तायां वाचि इति एव अस्ति खलु हा व्यक्तं वाचि साक्षात् सम्यक् भाषणं सम्बद्धे वदति भाषणम् अस्तु धन्यवादः नमस्ते भगिनी विजयलक्ष्मी अत्र भाषा गासिप् वा भवतु डिस्कशन् वा भवतु शब्दः तु भवति किमर्थं पुनः वार्तिकम् आवश्यकम् शब्दकर्म तु अस्ति खलु न अत्र तु शब्दकर्मस्य विषयः नास्ति शब्दकर्मस्य विषयः नास्ति अत्र भाष्धातुः शब्दकर्मः इति न उक्तं खलु अत्र धर्मः इति शब्दः शब्दकर्म नास्ति शब्दः कर्मरूपेण नास्ति अत्र भाष् धातुः शब्दकर्मः इति विषयः भिन्नः यदि भाष् धातोः शब्दः कर्म अस्ति चेत् तदानीं शब्दकर्म इत्यनेन साक्षात् भवितुम् अर्हति परन्तु अत्र तथा नास्ति धर्मः इति शब्दकर्म नास्ति यदा तत्र देवदत्तः पुत्रं धर्मं भाषयति इति वदति अथवा धर्मं जल्पयति इति वदति तदानीं जल्पधातुः शब्दकर्मकः नास्ति भाषधातुः शब्दकर्मकः नास्ति धर्मः इति शब्दः नास्ति अवगच्छति वा वेदः अवगतं खलु अतः एव वार्तिकस्य आवश्यकता अस्ति यदि तत्र यत्र यत्र भाषधातोः अथवा यत्र यत्र जल्धातोः प्रयोगे कर्मरूपेण शब्दः अस्ति इदानीं वेदं जल्पयति अथवा वेदं भाषयति इति अस्ति चेत् तदानीं भाषातु साक्षात् शब्दकर्मकः अस्ति अतः तदानीं वार्तिकस्य आवश्यकता नास्ति इति वक्तुं शक्यते परन्तु सर्वत्र तथा स्थितिः नास्ति भाषातुः सर्वत्र शब्दकर्मकः एव भवति इति नास्ति तर्हि केवलं धर्मम् इत्यस्य योगे जल्प धातु धातुतः पुत्रः इत्यस्य कर्मसंज्ञा भवति इति वार्तिकं वा? केवलं धर्मशब्दस्य विषये नास्ति, अत्र अन्य यः कोऽपि शब्दः भवतु, तत्र पुत्रं किं पुत्रं पाठं किमपि पुत्रं पाठं जल्पयति अथवा पुत्रं यत्किमपि अन्य वाहनस्य विषये वाहनं अथवा यत्किमपि तत्र अन्य यः कोऽपि विषयः भवतु, कारिकां जल्पयति अथवा अन्यत् यत्किमपि भवतु तत्र, तदानीं तत्र पुत्रम् इति द्वितीयविभक्तिः भवति. परन्तु यत्र कथां जल्पयति इति अस्ति, कथा इति साक्षात् शब्दः अस्ति, अतः इदानीं जल्पधातुः शब्दकर्मकः भवति, तदानीं सूत्रेण एव प्राप्तं भवति, शब्दकर्मकः इति कृत्वा सूत्रेण प्राप्तं भवति, अतः वार्तिकस्य आवश्यकता नास्ति, वार्तिकेनापि भवितुमर्हति, परन्तु सूत्रस्य प्राबल्यं वर्तते इति कृत्वा सूत्रेण एव प्राप्तम् इति वक्तुं शक्यते तदानीं, परन्तु अत्र तथा नास्ति. अस्तु वंशी भगिनी, भवत्याः प्रश्नः अस्ति खलु? नमस्ते भगिनी, मम प्रश्नः तत्र किमर्थं भाष्ये भाष आभाषते इति रूपद्वयं दत्तम्? आभाषते भाष्ये धातुः एव न, भाष्ये इति महाभाष्ये, महाभाष्ये अस्तु, जल्पति विलपति आभाषते इत्येते जल्पतिप्रभृतयः इति उक्तं, जल्पतिप्रभृतयः इत्युक्ते जल्पति एक्सेट्रा इत्यस्मिन् अर्थे अस्ति खलु, अन्ये प्रकाराः तत्र के ते प्रकाराः इति चेत् महाभाष्ये उक्तमस्ति जल्पति विलपति अभाषते इति. आभाषते इत्युक्ते कीदृशरूपमस्ति तत्र? आ इति उपसर्गपूर्वकः, उपसर्गपूर्वकः धातु अस्तु, अस्तु भाषते, तर्हि भाष्धातुतः इति वक्तुं शक्यते किल? उपसर्गपूर्वक आवश्यकेन न, भाष्यकारेण एवम् उक्तमस्ति, केवलम् अस्माकम् उदाहरणे तु भाष्यति अपि अस्ति खलु, भाष्यति अस्ति एव मम, केवलं भाषस्ति चेदपि भवति, उपसर्गपूर्वकभाषस्ति चेदपि भवति, अतः न क्लेशः. अत्र यदि धर्मम् अति नास्ति कर्म, यदि पश्यतु देवदत्तः पुत्रं धर्मं भाषयति इति तु पुत्रम् इति द्वितीयविभक्ति प्राप्नोति अनेन वार्तिकेन, यदि धर्मं नास्ति केवलं भाषयति इति अस्ति चेत् अत्र द्वितीयविभक्ति न प्राप्नोति किल तत्र भगिनि? किमर्थं न प्राप्नोति कर्म? जल्पति इत्युक्ते तत्र किं केवलं सम्भाषणं करोति इति खलु, तत्र मूलवाक्यं किं भवति? पुत्रः जल्पति, पुत्रः जल्पति, देवदत्तः पुत्रेण जल्पति जल्पयति क्षम्यतां जल्पयति पुत्रेण न, देवदत्तः पुत्रेण जल्पयति इति किमर्थं? न, समीचीनं नास्ति, न पुत्रं जल्पयति इत्येव, पुत्रं जल्पति एव भवति वा तत्? यतोहि तत्र जल्पतिप्रभृतीनाम् उपसङ्ख्यानम् इति उक्तं, तत्र तु कर्मपदं भवेत् कर्मपदं न भवेत् इति किमपि न उक्तम्. अस्तु, समीचीनं, कर्मपदं भवति वा न भवति वा इति नास्ति चिन्ता, जल्पधातोः प्रयोगः अस्ति चेत् प्रयोजकतु कर्मत्वं तावदेव. धर्मं यदि योजयामः चेत् तत्रापि भवितुम् अर्हति धर्मं, तत्र कर्मत्वं कर्म नास्ति अपि तत्र पुत्रमेव भवति इति. अस्तु, देवदत्तः पुत्रं जल्पयति, देवदत्तः पुत्रं धर्मं जल्पयति इति अपि भवति, उभयतः समानं. परन्तु यदि समीचीनं भगिनि, यदि धर्मं जल्पयति इत्यस्मिन् अस्यां स्थित्यां तत्र शब्दकर्म भवितुम् अर्हति वा जल्पयति इति? तत्रापि न, तदेव उक्तं धर्मं जल्पयति इत्यत्र जल्पदातु शब्दकर्मकः नास्ति, किमर्थं चेत् धर्मः शब्दः नास्ति. सत्यं सत्यम्, अवगतम् अवगतं, तत्र क्लेशः अस्ति, अवगतम्. इत्युक्ते शब्दकर्मकः इत्यस्य विषये धातुः शब्दकर्मकः वा न वा इति चेत्, धातोः यत् कर्म अस्ति तत् कर्म शब्दरूपेण भवेत् तदानीमेव. तर्हि वेदं जल्पयति भवितुम् अर्हति, तत्र शब्दकर्म भवति, समीचीनं किल? वेदं जल्पयति इति वदति चेत् तदानीं साक्षात् सूत्रेण एव कर्मसंज्ञा भवति प्रयोजकर्म शब्दकर्मकः दातु इति कृत्वा सूत्रेण एव भवति अतः वार्तिकस्य आवश्यकता नास्ति तस्मिन् सन्दर्भे सत्यं सत्यम् अवगतम् भाष् आभाष् तत्र भेदः अस्ति भाषते इत्युक्ते कोशे अस्ति जनरल् टाकिङ्ग् इति आभाषते इत्युक्ते स्पीच् इति अस्ति किमस्ति स्पीच् स्पीच् टाक् इत्युक्ते स्टेज् उपरि गत्वा यदि कोऽपि किमपि विषयं स्वीकृत्य भाषणं ददाति तत्र आभाषते इति भवति परन्तु यदि स्पीच् ददाति यदि द्वयोः किं व्यक्ति मानवौ यदि वार्तालापं कुर्वन्तः सन्ति तदा तु भाषते भाषेते भाषन्ते इति वक्तुं शक्यते समीचीनं तत्र आभाषते इति भेदः आभाषते इत्युक्ते ओन्लि वन् पर्सन् इस् टाकिङ्ग् रेस्ट् आर् लिस्निङ्ग् तदर्थे अस्ति अस्तु समीचीनम् अस्तु अग्रे गच्छामः वा शुभदा भगिनी कृपया आं भगिनि नमस्कारः नमस्कारः दृशेश्च इति वार्तिकं क्षम्यताम् विशेषज्ञानार्थकधातुषु दृश्धातोः अण्यन्तावस्थायां यः कर्ता सः ण्यन्तावस्थायां कर्मसंज्ञा प्राप्नोति गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा कर्मकाणामणिसकर्तासणौ इति सूत्रेण दृश्धातोः कर्मसंज्ञा न भवति इति कारणेन अनेन वार्तिकेन प्रयोज्यकर्तुः कर्मसंज्ञा विधीयते यथा पुरोहितः भक्तान् हरिं दर्शयति भक्ताः प्रयोज्यकर्तारः सन्ति ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा कर्मकाणामणिसकर्तासणौ इति सूत्रेण कर्मसंज्ञा न प्राप्नुवन्ति इत्यतः तेषां कर्मत्वं विधीयते दृशेश्च इति वार्तिकेन अतः भक्ताः इति प्रयोज्यकर्तारः कर्मत्वं न प्राप्नुवन्ति अस्तु अत्र कर्मत्वं प्राप्नुवन्ति खलु कर्मत्वं प्राप्नुवन्ति अहं न इति उक्तवती वा क्षम्यताम् अतः भक्ताः इति प्रयोज्यकर्तारः कर्मत्वं प्राप्नुवन्ति अत्र विशेषज्ञानार्थकधातुषु दृश्धातोः इति दत्तमस्ति तस्य विशेष इति इत्युक्ते किम् इति तत्र अधो लिखितमस्ति अधोभागे तत् पठामि वा भगिनी तत्र किञ्चित् ज्ञानं भवति पठतु पठतु विशेषः गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा कर्मकाणामणिसर्तासणौ इति सूत्रे केवलं सामान्यार्थानाम् एव ग्रहणं न तु तद्विशेषार्थानाम् अस्मिन् सूत्रे बुद्ध्यर्थानाम् इत्यनेन केवलं सामान्यज्ञानार्थमात्रार्थे ये धातवः सन्ति तेषामेव ग्रहणं स्मृ श्रु घ्रा दृश स्पृश स्वद् इत्यादीनां धातूनां ग्रहणं नास्ति अस्मिन् सूत्रे अर्थात् स्मरति शृणोति जिघ्रति पश्यति स्पृशति स्वदते इत्येतेषां ग्रहणं नास्ति इन्द्रियैः मनसा यच्च यत् ज्ञानं लभ्यते तत् विशेषज्ञानम् इति स्वीक्रियते अस्मिन् सूत्रे यः विषयः अनेन दृशेश्च इति वार्तिकेन ज्ञापितः भवति अतः एव सः देवदत्तेन स्मारयति सः देवदत्तेन घ्रापयति इति इत्यादिषु वाक्येषु प्रयोज्यकर्ता तृतीया विभक्तिं प्राप्नोति श्रु इति विशेषज्ञानार्थकधातुतः श्रावयति इति णिजन्तरूपं निष्पन्नं तथापि शब्दकर्मकः चेत् तस्य योगे प्रयोज्यकर्तुः कर्मत्वं भवति एव दृश श्रु इति द्वौ धातु विहाय अन्येषां विशेषज्ञानार्थकानां धातूनां तु प्रयोज्यकर्तुः कर्मत्वं न भवति. अस्तु, अत्र बहु किमपि अस्ति. अत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिसकर्तासणौ इति सूत्रेण यः बुद्ध्यर्थकधातवः इति दत्तमस्ति तत्तु केवलं सामान्यज्ञानम् इति तस्मात् अवगम्यते. यतोहि बोधयति अथवा पाठयति इति धातूनां तत्र बुद्ध्यर्थकधातुः इति वक्तुं शक्यते, सामान्यज्ञानं भवति. परन्तु यद् ज्ञानम् इन्द्रियैः अपि च मनसा लभ्यते तत् विशेषज्ञानम् इति अत्र स्वीकृतमस्ति. विशेष नाम ये पञ्चेन्द्रियाः सन्ति, पञ्चेन्द्रियाणि सन्ति, ये पञ्चेन्द्रियाणि सन्ति तेभ्यः यः ज्ञानं, यानि पञ्चेन्द्रियाणि सन्ति, क्षम्यतां, हा, यानि पञ्चेन्द्रियाणि सन्ति तेभ्यः यत् ज्ञानं वयं प्राप्नुमः तद् विशेषज्ञानम् इति उच्यते. तद्विहाय यत्किमपि ज्ञानं भवति, कोऽपि पाठयति वा कोऽपि बोधयति वा, तत् ज्ञानं वयं प्राप्नुमः तत्तु सामान्यं ज्ञानम् इति वयं स्वीकर्तव्यम् अस्माभिः स्वीकर्तव्यम्. अतः अत्र दृश इति धातुः तत्र चक्षुषा यत् ज्ञानं वयं प्राप्नुमः तत्तु विशेषज्ञानम् इति वयं प्राप्नुमः इति वयं स्वीकुर्मः अत्र. अतः तत्र विशेषज्ञानार्थकधातु इति दृशधातुः इति वयं इति अवगम्यते अस्माभिः. अतः स्मरति, शृणोति, जिघ्रति, पश्यति, स्पृशति, स्वदति इति ये यानि पञ्चेन्द्रियाणि सन्ति तस्य अत्र ग्रहणं भवति. एतेषु धातुषु तस्य उल्लेखनमस्ति. परन्तु अतः तत्तु विशेषज्ञानम् इति यत् एतत् सर्वं विहाय यत्किमपि ज्ञानम् अस्ति तत् सर्वं सामान्यज्ञानम्. सामान्यज्ञानस्य कृते गतिबुद्धिप्रत्यवसानार्थ इति सूत्रं पर्याप्तं. परन्तु यत् विशेषज्ञानम् अस्ति, यत् पञ्चेन्द्रियेभ्यः वयं गृह्णीमः तत्तु विशेषज्ञानम्. अतः तेषु अन्यतमः दृश इति धातुः, तस्य अन्यन्त अवस्थायां यः कर्ता भवति तस्य ण्यन्तावस्थायां कर्मसंज्ञा प्राप्नोति इति अत्र दत्तमस्ति. नाम ये अन्ये धातवः सन्ति विशेषज्ञानार्थकधातवः सन्ति तेषु तेषां विषये तत्र कर्मत्वं न भवति इति वयं ज्ञापनं कर्तुं शक्यते. अतः दृशेश्च इति वार्तिकं वदति यत् गतिबुद्धि इत्यनेन दृशधातुः तस्मिन् अन्तर्भूतः नास्ति, यतोहि दृशधातुतः दृश्क्रियायाः वयं विशेषज्ञानं प्राप्नुमः. अतः गतिबुद्धि इत्यस्मिन् दृशधातोः समावेशः नास्ति इति कृत्वा दृशेश्च इति वार्तिकं तत्र विशेषरूपेण दत्तमस्ति. दृशेश्च इत्यनेन अपि अन्यन्तावस्थायां यः कर्ता भवति तस्य अन्यन्तावस्थायां कर्मसंज्ञा प्राप्नोति इति तत्र आशयः. अतः पुरोहितः भक्तान् हरिं दर्शयति इति एकम् उदाहरणं दत्तमस्ति. भक्ताः इति अत्र बहुवचने प्रयोज्य कर्तारः सन्ति, यतोहि भक्ताः हरिं पश्यन्ति इति अन्यन्तावस्थायां वाक्यं, तस्य ण्यन्तावस्थायां निजन्ते पुरोहितः भक्तान् हरिं दर्शयति इति भवति. अतः अत्र दृश्य इति धातुः तस्य विशेषज्ञान विशेषधातुः विशेषज्ञानार्थकधातुः अस्ति इति कृत्वा तस्य अपि प्रयोज्यकर्तुः अत्र कर्मत्वं प्राप्नोति, अतः द्वितीया विभक्ति भवति इति अत्र दत्तमस्ति. पुरोहितः भक्तान् हरिं दर्शयति न तु भक्तैः इति भवति, अत्र तृतीया विभक्ति न भवति, पुरोहितः भक्तान् हरिं दर्शयति इति भवति. बहु समीचीनं भगिनि, अत्र बहवः विषयाः सन्ति. इत्युक्ते अत्र मूलप्रश्नः दृशेश्च इति वार्तिकम् उक्तं, तर्हि अत्र प्रश्नः अस्ति अत्र दर्शनम् इति तत्र प्रत्यक्षज्ञानम् अस्ति, दर्शनक्रिया चक्षुषा जायमानं ज्ञानं प्रत्यक्षज्ञानं, तर्हि तत्र प्रत्यक्षज्ञानम् इति वदामः चेत् अत्र सूत्रे गतिबुद्धि बुद्ध्यर्थकः अस्ति, तत्र तेन ज्ञानं जायते, दर्शनेन ज्ञानं जायते, अतः बुद्ध्यर्थकः इत्यनेन एव दृष्टातोः अपि ग्रहणं भवितुम् अर्हति खलु. अतः किमर्थम् अत्र दृशेश्च इति वार्तिकस्य आवश्यकता किमर्थम् इति प्रश्नः. सूत्रेण एव प्रकृतसूत्रेण एव कर्मसंज्ञा लभ्यते खलु, किमर्थं वार्तिकस्य आवश्यकता इति चेत् अत्र वार्तिकं कृतं तत्र वार्तिककारेण वार्तिकं कृतं तदेव अस्मान् ज्ञापयति यत् अत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्ता सनौ इति सूत्रे बुद्ध्यर्थकधातुः इत्युक्ते सामान्यज्ञानार्थकधातुः न तु विशेषज्ञानार्थकः, इत्युक्ते तत्र प्रत्यक्षरूपेण यत् ज्ञानं जायते तादृशज्ञानस्य ग्रहणम् अत्र नास्ति, इत्युक्ते सामान्यरूपेण तत्र बोधयति वेदयति इत्यादीनि ज्ञाने इत्यस्मिन् अर्थे ये धातवः सन्ति तेषाम् एव ग्रहणम् अस्ति, न तु विशेषकज्ञानार्थकधातूनां. विशेषज्ञानार्थकधातवः के इति चेत् यथा तत्र स्मारयति अथवा श्रावयति ग्रापयति दर्शयति स्पर्शयति, इत्युक्ते तत्र पञ्चज्ञानेन्द्रियैः यत् ज्ञानं जायते तादृश दातवः ये सन्ति ते दातवः विशेषदातवः विशेषबुद्ध्यर्थकदातवः. एतेषां विशेषबुद्ध्यर्थकधातूनां ज्ञानार्थकधातूनां गतिबुद्धिप्रत्यवसानार्थ इति सूत्रे तेषां ग्रहणं नास्ति. तस्मिन् सूत्रे बुद्धिः इत्युक्ते सामान्यबुद्ध्यर्थकधातुः एव, अतः विशेषबुद्ध्यर्थकधातूनां योगे प्रयोजकर्तुः कर्मत्वं भवेत् इति वयं वदामः चेत् तदानीं तत्र विशिष्टवार्तिकम् आवश्यकम्, विशिष्टवार्तिकेन एव तद् भवितुमर्हति. अतः अत्र स्मृ श्रु ग्रा दृश् इत्यादयः ये धातवः सन्ति स्पृश स्वद् इति, एतेषु केवलं दृश् धातोः विषये एव प्रयोजकर्तुः कर्मत्वं भवति, न तु अन्येषां धातूनां विषये. अतः तत्र यद्यपि विशिष्टज्ञानार्थकधातवः सन्ति तेषां ग्रहणं तु प्रकृतसूत्रे नास्ति, परन्तु दृष्टातोः विषये प्रयोजकर्तुः कर्मत्वम् इष्यते इति कृत्वा तत्र दृशेश्च इति वार्तिकं कृतम्. इदानीं तत्र श्रूधातोः विषये का गतिः इति चेत् तत्र श्रावयति इति रूपमस्ति, सामान्यतया श्रावयति इति वदामः चेत् तत्र विशेषज्ञानार्थकधातुः, अतः सूत्रेण तस्य ग्रहणं नास्ति, अतः प्रयोजकर्तुः कर्मत्वं न भवति. परन्तु श्रूधातुः शब्दकर्मकः कदाचित् भवितुमर्हति, शब्दकर्मकः भवति चेत् तदानीं शब्दकर्मकः इति कृत्वा प्रयोजकर्तुः कर्मत्वं भवति, यद्यपि विशेषज्ञानार्थकः अस्ति तदापि शब्दकर्मकः इति कृत्वा तस्य ग्रहणं भवति सूत्रेण. परन्तु यदि तत्र शब्दकर्मकः नास्ति तदानीं तत्र श्रूधातोः अपि ग्रहणं नास्ति. अवगतं वा? अतः एव अत्र पुरोहितः भक्तान् हरिं दर्शयति इति उक्तम्. तत्र दृशेश्च इति वार्तिकेन भक्ताः इत्यस्य कर्मसंज्ञा भवति, अतः भक्तान् इति रूपं लभ्यते. अस्तु, अत्र कः वंशी भगिनी एकवारं वदतु अत्र किमस्ति सारांशरूपेण दृशेश्च इत्यस्य महोदय तत्र ऋषेश्च इति उक्तत्वात् गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अकर्मकाणाम् अनिकर्तासनौ इति सूत्रस्य आधारेण तत्र च इति उक्तत्वात् दृष्टातुतः अपि प्रयोज्यकर्तुः कर्मत्वं प्राप्नोति इति अर्थः अवगम्यते. तत्र बुद्ध्यर्थकः धातूनां तत्र कर्मत्वं प्राप्नोति इति वदति गतिबुद्धिप्रत्यवसानसूत्रम्. परन्तु बुद्ध्यर्थकधातुः इत्युक्ते के धातवः इति प्रश्नः उदयति. बुद्ध्यर्थकधातुः ज्ञानार्थकधातुः अपि भवितुमर्हति, सामान्यधातवः अपि भवितुमर्हति. परन्तु गतिबुद्धिप्रत्यवसानार्थसूत्रे तु सामान्यधातवः एव स्वीकर्तव्यं भवति. परन्तु यदि ज्ञानार्थकधातुः अस्ति तत्र तु स्मृ विशेषज्ञानार्थकः इति वक्तव्यं. समीचीनं. विशेषज्ञानार्थकः धातुः इति पञ्चेन्द्रियाणां यत् ज्ञानं वयं स्वीकुर्मः ते विशेषज्ञानार्थकः धातवः सन्ति. अतः तत्र श्रुघ्र दृश् स्पृश् स्मृ एते धातवः पञ्चेन्द्रियाः स्मारयति. अतः तेन कारणेन यथा बुद्धि वयं प्राप्नुमः तस्मिन् समये तत्र कर्मत्वं न भवति. परन्तु दृष्टातुतः सूत्र प्रयोज्यकर्तुः कर्मत्वम् इष्यते. अतः तेन कारणेन दृशेश्च इति सूत्रं वार्तिकं पठितमस्ति. दृश् धातु अपि च श्रु धातु विशेषज्ञानार्थकधातवः सन्ति. परन्तु अनेन वार्तिकेन प्रयोज्यकर्तुः अपि कर्मत्वं प्राप्नोति, यद्यपि अन्ये विशेषज्ञानार्थकधातवः यदि उपयोगं कुर्मः तेषां प्रयोगे प्रयोज्यकर्तुः कर्मत्वं न प्राप्नोति, तृतीया विभक्ति एव प्राप्नोति. बहु समीचीनं भगिनि. एकमेव स्पष्टीकर्तुमिच्छामि, दृष्टातुः श्रुधातुः योगे प्रयोज्यकर्तुः कर्मत्वं सर्वदा भवति इति नास्ति. दृष्टा धातोः विषये तु प्रयोज्यकर्तुः कर्मत्वं सर्वदा भवति, तत्र क्लेशः नास्ति. दृशेश्च इति वार्तिकेन श्रुधातोः योगे प्रयोज्यकर्तुः कर्मत्वं सर्वदा भवति इति नास्ति. श्रुधातुः यदा शब्दकर्मकः भवति, यदा तत्र वेदं श्रावयति इति वदति चेत् तदानीं शब्दकर्मकः अस्ति. शब्दकर्मकः अस्ति चेत् तदानीं प्रयोज्यकर्तुः कर्मत्वं भवति, न तु अन्यथा. इदानीं धर्मं श्रावयति इति वदति चेत् तदानीं तत्र प्रयोज्यकर्तुः कर्मत्वं न भवति. समीचीनं. हा, तदपि योजयतु न भगिनि तत्र अस्मिन् करपत्रे. अस्ति खलु अन्तिमवाक्ये, अन्तिमश्राव्यति शब्दकर्मक चेत् अस्तु, अस्ति, समीचीनम् अस्ति खलु. श्रू इति विशेषज्ञानार्थकधातुतः श्रावयति इति निजन्तरूपं निष्पन्नं, तथापि शब्दकर्मकः चेत् तस्य योगे प्रयोजकर्तुः कर्मत्वं भवति. कर्मत्वं भवति यत् सत्यं. भगिनी अत्र पुरोहितः भक्तान् हरिं दर्शयति, तत्र हरिम् इति कर्मत्वं प्राप्नोति वा हरेः इति? न, हरिः तु मूलकर्म एव, तत्र न कोऽपि क्लेशः. भक्ताः हरिं पश्यन्ति इति वाक्यं, भक्ताः हरिं पश्यन्ति, भक्ताः प्रयोज्यकर्तारः. इदानीं पुरोहितः भक्तान् हरिं दर्शयति इत्युक्ते तत्र हरि इति तत्र किमर्थं गतिबुद्धिप्रत्यवसानार्थकः नास्ति इति कृत्वा भिन्नरूपेण उक्तमस्ति वार्तिकं, तदेव खलु? इत्युक्ते अत्र वस्तुतः अत्र दृशेश्च इति वार्तिकं नास्ति चेत् तदानीं पुरोहितः भक्तैः हरिं दर्शयति इति वाक्यं स्यात्, इति वाक्यं स्यात् भक्तैः इति स्यात्. परन्तु अत्र दृशेश्च इति वार्तिकमस्ति इति कृत्वा भक्ताः इति प्रयोज्यकर्तारः, तेषाम् इदानीं कर्मत्वं भवति, अतः द्वितीया विभक्तिः भवति. पुरोहितः भक्तान् हरिं दर्शयति. अवगतं वा कः क्लेशः? दर्शयति अस्तु, दर्शयति इत्युक्ते हि इस् शोयिङ्ग् द गाड् टु देम्. अद् मन्दिरे अस्ति इति चिन्तयतु, mandire asti, the Hari is now closed, he is visiting behind the screen. Now the Purohita is opening the screen and showing the God to them. Tadasya sandarbe bhavitum arhati kalu, Purohitaha bhaktan harim darshayati iti. किञ्चित् कन्फ्यूसिङ्ग् अस्ति, अत्र भवति अत्र न भवति इति अस्ति. अतः विशेषः अस्ति, निजन्तप्रयोगः सर्वदा विशेषः अस्ति. अत्र बहु बहवः नियमाः सन्ति, अत्र भवति अत्र न अत्र इति कृत्वा एव क्लेशः, इति कृत्वा एव प्रायेण अद्यत्वे निजन्तप्रयोगः केनापि न क्रियते. यतोहि तत्र चिन्तनीयं भवति कुत्र कर्मत्वं कुत्र न कर्मत्वं नास्ति इति सर्वं. न्यूरान्स् एक्टिव् भवति भगिनी, करोतु. भगिनी अत्र अन्यत् एकं विशेषज्ञानार्थकधातुः स्वीकृत्य एकम् उदाहरणं वदामि वा किञ्चित्? वदतु. अत्र बालकः पुष्पं स्पृशति, बालकः पुष्पं स्पृशति, स्पृश इति अधुना विशेषज्ञानार्थकधातुः. तस्य गतिबुद्धि इति सूत्रेण तु प्रयोज्य कर्तुः, क्षम्यतां, तस्य अण्यन्त अवस्थायां माता बालकेन पुष्पं स्पर्शयति इति भवति, न तु माता बालकं पुष्पं स्पर्शयति इति वयं वक्तुं शक्यते. समीचीनं, सम्यक् अस्ति उदाहरणम् इति. एवं रीत्या सर्वत्र ग्रापयति, बालकः पुष्पं जिग्रति, माता बालकेन पुष्पं ग्रापयति इति. एवं रीत्या सर्वत्र कर्तुं शक्यते. केवलं दृश् इति विशेषः अस्ति, दृश् इति विशेषः अस्ति. श्रू अपि विशेषः भवितुमर्हति शब्दकर्मकः चेत्, नो चेत् न. अस्तु, इदानीं तत्र किं विजयलक्ष्मी भगिनी पठतु. भगिनी तत्र अन्यन्त अवस्थायां भक्ताः हरिं पश्यन्ति इति अस्ति खलु. न्यन्तावस्थायां पुरोहितः भक्तान् हरिं दर्शयति इति भवति. तत्र हरि इत्यस्य रोल् किमपि नास्ति वा? कर्म यथा रोल् इम्पार्टेन्स् किमपि नास्ति वा? सम्यक् न श्रूयते भगिनि, हरि इत्यस्य रोल्? हा, रोल्, हरि इत्यस्य रोल् किमपि नास्ति. हरि तु कर्म अस्ति, मूले एव कर्म अस्ति. तत्र न, तत्र यथा गतवर्गे मया उक्तमासीत्, तत्र एतादृशवाक्येषु यन्तावस्थायां केवलं प्रयोज्यकर्तुः कर्तुः विभक्तिः एव परिवर्तते, अन्येषां पदानां विभक्तेः परिवर्तनं नास्ति. प्रयोजककर्ता तु धर्मं भाषयति, सारि, न न, तस्य तु प्रथमविभक्तिः अस्ति एव. प्रयोजककर्तुः प्रथमविभक्तिः अस्ति, प्रयोजककर्तुः. प्रयोज्यकर्तुः एव विभक्तेः विषये चिन्तनं, अन्यत्र चिन्तनं नास्ति. इदानीं प्रश्नः कः? न, पूर्वस्मिन् एक्साम्पल् मध्ये देवदत्तः पुत्रं धर्मं भाषयति इत्यत्र धर्मम् इति अस्ति इति कृत्वा तत्र जल्पयति इत्यस्य अर्थः, भाषयति इत्यस्य अर्थः भिन्नं भवति. शब्दकर्मकः तत् केवलं शब्दकर्मकस्य विषयः. अस्तु अस्तु, इदानीम् अवगच्छामि. शब्दकर्मकः, शब्दकर्मकः वा न वा धातुः इति चिन्तनार्थं तत्र मूलकर्म किम् अस्ति इति द्रष्टव्यम्. अस्तु अस्तु, इदानीं धर्मं भाषयति इत्यत्र धर्म इति यत् मूलकर्म अस्ति, मूलरूपेण कर्म अस्ति, इत्युक्ते प्रयोज्यकर्ता तु मूलरूपेण कर्म नास्ति खलु. धर्मं तु मूलरूपेण कर्म एव अस्ति, तर्हि तादृशकर्म शब्दरूपेण अस्ति वा न वा इत्येव चिन्तनीयं. शब्दरूपेण अस्ति चेत् तदानीं तत्र धातुः शब्दकर्मकः भवति. अस्तु, कर्मपदं शब्दरूपेण अस्ति चेत् धातुः शब्दकर्मकः भवति. शब्दकर्मकः अस्ति चेत् तदानीं सूत्रेण एव प्रयोजकर्तुः कर्मत्वं कर्मत्वं प्राप्नोति. अस्तु, अग्रे पठामि किम्? पठतु. शब्दायतेर्न इति वार्तिकम्. शब्दाय इति आतिदेशिकधातोः योगे अण्यन्तावस्थायां यः कर्ता सः ण्यन्तावस्थायां कर्मसंज्ञां न प्राप्नोति. शब्दाय इति क्यङ् प्रत्ययान्तधातुः अस्ति. शब्दाय यति नाम शब्दं करोति इत्यर्थः. शब्दायति इति तु नामधातु इति भासते. औपदेशिक अवस्थायां तु शब्द इति धातु नास्ति. प्रातिपदिकं शब्द इति, अतः शब्दाययति इति शब्दं करोति इत्यर्थः भवति, परन्तु अस्य अस्मिन् सूत्रे अस्य शब्दायति इति धातोः गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणा शब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति सूत्रे प्रवेशः नास्ति इति अत्र उक्तमस्ति. ण्यन्तावस्थायां कर्मसंज्ञा न प्राप्नोति. शब्दायति इति अर्थः तु शब्दं करोति इत्येव अस्ति, परन्तु औपदेशिक अवस्थायाम् अयं धातुः नास्ति इति कृत्वा नामधातुः अस्ति. आतिदेशिकधातुः धातोः योगे अण्यन्तावस्थायां यः कर्ता तस्य ण्यन्तावस्थायां कर्मसंज्ञा न भवति इति वार्तिकं वदति. शब्दायतेर्न इति वार्तिकम्. अग्रे पठामि वा? पठतु. धात्वर्थसङ्ग्रहीतकर्मत्वेन अकर्मकत्वात् प्राप्तिः. येषां धातूनाम् अर्थे एव कर्म सङ्ग्रहीतम् अस्ति ते धातवः अकर्मकाः इति मन्यन्ते. शब्दाय इति धातौ एव कर्म सङ्गृहीतम् अस्ति इत्यतः एषः धातुः अकर्मकः. अर्थात् शब्दं करोति इति अर्थः शब्दाययति इति क्रियायाम् एव अन्तर्भूतः अस्ति. फलव्यापरयोः किं फलस्य समावेशः एकस्मिन् स्थले एव अस्ति इति कृत्वा शब्दायति इति अकर्मकधातुः इति मन्यन्ते. अकर्मकधातु अस्ति इति कृत्वा अस्मिन् सूत्रे अस्मिन् सूत्रे तु अकर्मकाणां शब्दकर्मक अकर्मकाणाम् अणिकर्तासणौ इति अस्ति, परन्तु समावेशः नास्ति अस्मिन् सूत्रे. शब्दायति इति शब्दाय इति धातौ किमर्थं नास्ति? अकर्मकधातुः अस्ति. औपदेशिकधातुः नास्ति इति कृत्वा खलु? न, अकर्मकधातुः इति कृत्वा सूत्रेण तस्य ग्रहणम् अस्ति. शब्दाययति इति रूपं तु सूत्रेण गृह्यते. अतः तस्य योगे प्रयोज्यकर्तुः कर्मत्वं स्यात्, परन्तु तन्न इष्यते. अतः वार्तिकम्. क्षम्यतां, श्रूयते किम्? श्रूयते. अत्र भवत्याः ध्वनिः अद्य सम्यक् न श्रूयते. अत्र भवती स्पीकर् फोन् मध्ये अस्ति वा? अद्य क्षम्यताम्. इदानीं कृत्वा तत्र इदानीं हेड्सेट् धारयतु कृपया. अस्तु भगिनि. अर्थात् शब्दं करोति इति अर्थः शब्दायति इति क्रियायामेव अन्तर्भूतः अस्ति. इदानीं वदतु भगिनि. भगिनि, अत्र अकर्मकः वा सकर्मकः वा इति शब्दधातोः एव खलु शब्दधातुः एव सकर्मकत्वं वा अकर्मकः वा इति निर्णयः न शब्दधातोः विषये नास्ति चिन्तनं शब्दधातुः सकर्मकः अस्ति तत्र क्लेशः नास्ति परन्तु शब्दधातुतः क्यङ् इति प्रत्ययं वयं योजयामः चेत् तदानीं शब्दाय इति नूतनधातुः लभ्यते शब्दाय इति नूतन आतिदेशिकधातुः लभ्यते शब्दाय इत्यस्मात् निजन्त निष्प्रत्ययं योजयामः चेत् शब्दाय यति इति रूपं लभ्यते शब्दाय यति इति निजन्तरूपं तत्र शब्दाय इति तत्र आतिदेशिकधातुः क्यङ् प्रत्ययान्तशब्दः शब्दाय इत्यस्य कः अर्थः इति चेत् शब्दं करोति इत्यस्मिन् अर्थे एव तत्र क्यङ् प्रत्ययः विहितः अस्ति तर्हि तत्र एव शब्दाय इत्यत्र एव कर्मपदं तत्र अन्तर्भूतम् अस्ति अतः शब्दाय इति वदामः चेत् शब्दं करोति इत्यर्थः अतः पृथक्तया यदि वाक्यं वयं रचयामः चेत् पृथक्तया तत्र कर्मपदं न भवति यतोहि तस्मिन्नेव अन्तर्भूतम् अस्ति अतः इदानीं धातुः अकर्मकः जातः शब्दाय इति धातुः अकर्मकः तर्हि अकर्मकः अस्ति चेत् गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इत्यनेनैव तस्य ग्रहणं भवति खलु अतः तत्र प्रयोज्यकर्तुः कर्मत्वं भवति परन्तु अत्र शब्दाय इति धातोः योगे प्रयोज्यकर्तुः कर्मत्वं न इष्यते इति कृत्वा शब्दायतेर्न इति वार्तिकं कृतम् अस्तु निजन्तावस्थायां सर्वेषां धातूनां कर्मत्वं भवति खलु अत्र किं सर्वेषां धातूनां किं सकर्मकत्वं भवति इति किमपि अस्ति वा अत्र कुत्रापि सत्यं सत्यं सर्वेषां धातूनां प्रायेण सकर्मकत्वं भवति सकर्मकत्वं तु भवति सकर्मकत्वं तु सर्वेषां धातूनां सकर्मकत्वं भवति इति नास्ति इत्युक्ते सर्वेषां सकर्मकत्वम् इत्युक्ते धातुः मूलतः अकर्मकः अस्ति चेत् तदानीं निजन्तव्यवस्थायां तु प्रयोजकर्तुः कर्मत्वं भवति इति कृत्वा सकर्मकः भवति अत्रापि धातुः अकर्मकः तर्हि अत्रापि सकर्मकः भवितुमर्हति परन्तु वार्तिकेन निषिद्धम् इति कृत्वा अकर्मकः एव भवति अस्तु अत्र कर्मपदं नास्ति इत्युक्ते सामान्यतया वयं वदामः निजन्तप्रयोगे सर्वदा सकर्मकः इति नास्ति तस्यापि अपवादः अस्ति अत्र व्याकरणे सर्वेषां कृते कश्चन अपवादः भवति इति कृत्वा अत्र अपवादः अस्तु अस्तु भगिनि अस्तु तर्हि तत्र शब्दाय इति अकर्मकधातुः अस्ति इति तत्र शोभाभगिनी पठतु आं भगिनि आम् मम पार्श्वे किञ्चित् ध्वनिः अस्ति बहिः न श्रूयते खलु ध्वनिः न श्रूयते अस्तु अस्तु हा शब्दाय इति अकर्मकधातुः अस्ति इत्यतः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता सणौ इति सूत्रेण प्रयोज्यकर्ता कर्मत्वं प्राप्नोति परन्तु शब्दायतेर्न इति वार्तिकं गतिबुद्धिप्रत्ययसान इति सूत्रं निषेधयति यथा सः देवदत्तेन शब्दाय यति देवदत्तः प्रयोज्यकर्ता अस्ति सः कर्मत्वं न प्राप्नोति शब्दायतेर्न इति वार्तिकेन देवदत्तः शब्दायति इति अण्यन्तावस्थायां वाक्यम् अस्ति शब्दयति क्षमतां शब्दयति हा देवदत्तः शब्दयति इति अण्यन्तावस्थायां वाक्यम् अस्ति अग्रे अपि पठित्वा वदामि वा भिन्नविषयः अस्ति इदानीं तावत्पर्यन्तम् अस्तु शब्दाय इति अकर्मकधातुः इति निरूपितवन्तः यतोहि तत्र शब्दाय इति पदं क्यङ् प्रत्ययान्त धातोः पदमस्ति तत्र क्यङ् प्रत्ययस्य उद्देशः एव तत्र कर्मसहित अर्थं भवेत् इति इत्युक्ते शब्दाय इत्यनेन शब्दं करोति इति अर्थः अस्ति अतः तत्र इदानीं शब्दाय इति अकर्मकधातुः आतिदेशिक अकर्मकधातुः अभवत्, तर्हि तत्र कर्म पदस्य आवश्यकता नास्ति इति ज्ञातवन्तः. अपि च इदानीं तदनन्तरं किं पठितवन्तः, धात्वर्थ इति, हा इदानीं शब्दाय इति अकर्मकधातुः अस्ति इत्यतः गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणीकर्तासणौ इति सूत्रेण प्रयोज्यकर्ता कर्मत्वं प्राप्नोति, किन्तु शब्दायतेः न इति वर्तिकं, यतोहि तत्र इदानीम् अकर्मकधातुः अभवत्, शब्द इति वस्तुतः सकर्मकधातुः अस्ति, किन्तु शब्दाय इति आतिदेशकधातुः अकर्मकधातुः अभवत् इति कारणेन, अपि च अस्मिन् गतिबुद्धि इति सूत्रे अकर्मकधातूनाम् अपि प्रसक्तिः अस्ति इति कृत्वा तत्र शब्दाय इति प्रयोगे कर्मत्वं भवितुम् अर्हति प्रयोज्यकर्तुः. तत् न भवेत् इति अस्मिन् प्रसङ्गे, शब्दाय इति प्रसङ्गे न भवेत् इति इच्छया एतत् वार्तिकं दत्तमस्ति. शब्दायते इति प्रयोगे कर्मसंज्ञा ण्यन्तावस्थायां कर्मसंज्ञा न भवेत् न भवतु इति तस्य आशयः इति. अतः तत्र यथा देवदत्तेन, सः देवदत्तेन शब्दाययति इति वाक्यं भवति, तत्र देवदत्तः प्रयोज्यकर्ता अस्ति, कर्मत्वं न प्राप्नोति अनेन वार्तिकेन. देवदत्तः शब्दयति इति अण्यन्तावस्थायां वाक्यम् अस्ति. तत्र यदि कर्मपदं भवति तदा सः देवदत्तं शब्दाययति इति भवितुम् अर्हति, किन्तु तथा मा भवेत् इति वार्तिकस्य विधिः अस्ति. समीचीनम्, समीचीनं. तर्हि तत्र शब्दाय इति अकर्मकधातुः अस्ति, अतः अकर्मकधातोः योगे प्रयोज्यकर्तुः कर्मत्वं भवितुमर्हति सूत्रेण तन्नयिष्यते इति कृत्वा वार्तिकं कृतं शब्दायतेर्न इति. अतः शब्दाय इति यत्र अस्ति निजन्तप्रयोगे शब्दाययति इति रूपं, तदानीं तु प्रयोज्यकर्तुः कर्मत्वं न भवति, अतः एव देवदत्तेन इति उक्तम्. अस्तु, इदानीम् अरुणभगिनी अग्रे पठति वा? आं भगिनि. येषां देशकालादिभिन्नं कर्म न सम्भवति ते अत्र अकर्मकाः, न तु अविवक्षितकर्मणो अपि. येषां देशकालादिभिन्नं कर्म न सम्भवति ते अत्र अकर्मकाः, न तु अविवक्षिताः कर्म. अत्र दत्तम् अकर्मकधातु किम् अस्ति, रूपं किम् अस्ति चेत् येषां धातूनां देशकालादिभिन्नकर्म नास्ति तदेव अकर्मकधातवः इति सूत्रं दत्त वाक्यं सूचयति. अकर्मकधातवः द्विप्रकारकः सन्ति, धातवः यस्यां कस्यामपि स्थित्यां कर्मपदं न स्वीकुर्वन्ति. द्वितीयबिन्दुः अस्ति ये धातवः अकर्मकत्वेन व्यवहारं कुर्वन्ति, नाम ये धातवः कर्मपदं स्वीकर्तुम् अर्हन्ति परन्तु कर्मपदस्य विवक्षा नास्ति. ओके, अकर्मकधातवः द्विप्रकारकः इति विभजनम् अस्ति. धातवः ये धातवः धातवः कदाचिदपि स्थित्वं कर्मपदं न स्वीकुर्वन्ति, कदापि न स्वीकुर्वन्ति वा कर्मपदं स्वीकरोति परन्तु न व्यवच अस्ति ते. उदाहरणमस्ति रामः गच्छति, अत्र वनमिति न वक्तं, तत्र गच्छति इत्यपि कर्मक धातु इति मन्यते, परन्तु अत्र विवक्षा नास्ति, केवलं रामः गच्छति इति वाक्ये. तदेव भगिनि. बहु समीचीनं भगिनि, सम्यक्. तर्हि तत्र अकर्मकधातुः नाम कः इति स्पष्टतया ज्ञातव्यं भवति. इत्युक्ते अकर्मकप्रयोगः इति भिन्नः, मूलधातुः अकर्मकः इति वार्ता भिन्नवार्ता. धातुः अकर्मकः इति कदा वयं वदामः इति चेत् तत्र कर्मपदं कदापि न सम्भवति. देशकालादिभिन्नं कर्म न सम्भवति. धातुः मूलतः अकर्मकः चेदपि देशकालादि कर्मत्वरूपेण भवितुम् अर्हति, परन्तु अन्यकर्म देशकालादिभिन्नं कर्म यत्र न सम्भवति तादृशधातवः अकर्मकाः, न तु धातु मूलतः सकर्मकः, परन्तु अस्माकं विवक्षानुगुणं तत्र अकर्मकप्रयोगः क्रियते चेत् तादृशधातवः अकर्मकाः न सन्ति. तदर्थमेव तत्र द्विप्रकारकाः इति उक्तं. तत्र अकर्मकधातवः द्विप्रकारकाः, एकं तु ये धातवः कर्मपदं कदापि न स्वीकुर्वन्ति ते धातवः अकर्मकाः, अपि च ये धातवः अकर्मत्वेन अकर्मकत्वेन व्यवहारं कुर्वन्ति, इत्युक्ते स्वीकर्तुम् अर्हन्ति परन्तु न स्वीकुर्वन्ति, विवक्षा नास्ति. अत्र द्वितीयप्रकारस्य ग्रहणं नास्ति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्ता सणौ इति सूत्रे केवलं प्रथमप्रकारस्य एव ग्रहणं. तत्र अकर्मकः इत्युक्ते तादृशधातवः यस्य कर्मपदं कदापि न सम्भवति, तादृशधातवः एव अकर्मकरूपेण अत्र स्वीकुर्मः, न तु ये धातवः अकर्मकत्वेन व्यवहारं कुर्वन्ति. अवगतं वा? अस्तु, इदानीं तत्र सूर्य भगिनी एकः प्रश्नः स्पष्टार्थं, तत्र शब्दाय इत्यस्य कृते वार्तिकेन कर्मसंज्ञा न भवति, इत्युक्ते तत्र अकर्मक इति गतिबुद्धि इति सूत्रे उक्तत्वात् कोऽपि अकर्मकधातुः आदिदेशिक अकर्मकधातवः अपि कर्मसंज्ञां प्राप्नुवन्ति, किन्तु शब्दाय इत्यस्य विषये मास्तु इति अस्ति भगिनि. इत्युक्ते अन्ये धातवः अन्ये आदिदेशिकधातवः अकर्मकः न भवन्ति. अतिदेशिकदातवः अकर्मकः न भवन्ति इत्युक्ते क्यङ् प्रत्ययान्त भवन्ति चेदपि अकर्मकाः न भवन्ति इति वा? न, क्यङ् प्रत्ययं योजयित्वा ये दातवः सन्ति तत्र धातुषु एव कर्मपदं योजितं चेत् क्यङ् प्रत्ययेषु सर्वत्र कर्मत्वं सङ्गृहीतं वा न वा इति एकवारं दृश्यते. क्यङ् प्रत्ययस्य विषये तत्र उदाहरणानि कथं भवन्ति इति वयं पश्यामः चेत् तत्र कर्मत्वं सर्वत्र योजितम् इति न दृश्यते. इत्युक्ते श्येन इव आचरति, काकः श्येनायते इति अस्ति, तत्र कर्मपदं न योजितं खलु. श्येन इव आचरति काकः, तत्र कर्मपदं न योजितम्. अतः सर्वत्र आतिदेशिकधातुषु कर्मत्वं योजितम् इति नास्ति. अतः यत्र कर्मत्वं योजितं तत्र धातुः अकर्मकः भवति, सर्वत्र भवति इति नास्ति. अतः द्रष्टव्यं भवति धातुः सकर्मकः वा न अकर्मकः वा इति पुनः विचारणीयं भवति. विचार्य धातुः अकर्मकः चेत् प्रयोजकत्वं कर्मत्वं भवति, अकर्मकः नास्ति चेत् न भवति. हा अस्तु, इत्युक्ते तत्र केवलं शब्दाय इत्यस्य कृते एव एकं वार्तिकम् अस्ति इत्यस्य कृते एव इदं वार्तिकम् सत्यं, न तु अन्येषां पदानाम्. अन्यत्र भवति चेत् सम्यक् एव इति. अस्तु, अन्यत्र तु धातुः अकर्मकः वा न सकर्मकः वा इति चिन्तनीयं भवति. हा किन्तु मम क्लेशः तत्र क्यङ् प्रत्ययान्तधातुः अस्ति चेत् तत्र कर्मत्वं तस्मिन् एव अस्ति इति कृत्वा, किन्तु इदानीं भवति भगिनि, सर्वत्र नास्ति इति उक्तं खलु तदेव इति अत्र अन्येषु उदाहरणेषु सर्वत्र तथा अस्ति इति नास्ति केषुचित् स्थलेषु भवति केषुचित् स्थलेषु न भवति तदेव इदानीं भवती उक्तवती तर्हि तत्र अवगतं भगिनि धन्यवादः अतः क्यङ् प्रत्ययः अस्ति चेदपि सर्वत्र भवति इति नास्ति कुत्र भवति कुत्र न भवति इति द्रष्टव्यं भवति अस्तु तत्र एकं वास्तिकम् अस्ति खलु भगिनि अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योद्ध्वा तस्य तत्तु न अवगतं भगिनि अग्रे अस्ति तदेव अग्रे अस्ति अग्रे अस्ति तदेव अस्तु सूर्यकुमारी भगिनी पठतु आं महोदय अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योद्ध्वा च कर्मसंज्ञक इति वाच्यम् अकर्म वार्तिकम् अस्ति अकर्मकधातोः योगे देशस्य कालस्य भावस्य मार्गस्य च कर्मसंज्ञा भवति वार्तिकं वदति अकर्मकधातुभिः योगे तदर्थं कर्मधातुः अकर्मक भवति चेत् देशः अकर्मकधातुभिः योगे तदर्थं कर्मयोगधातु अकर्म भवति वा भगिनि भवत्याः सम्यक्तया न श्रूयते स्पीकर् मध्ये अस्ति वा आं भगिनि कृपया तत्र अस्माकं वर्गेषु स्पीकर् मध्ये मा भवन्तु तत्र श्रवणार्थं बहु क्लेशः अस्ति स्पीकर् कृपया हेड्सेट् स्वीकुर्वन्तु स्पीकर् नास्ति भगिनि स्पीकर् नास्ति वा तत्र यथा तत्र कूपात् भवती वदति तथा श्रूयते वदतु अकर्मकधातुभिः योगे देशः कालः भावः गन्तव्ये गन्तव्यः अद्वा च कर्मसंज्ञः इति वाच्यम् देशः कालः भावः गन्तव्यः अद्वा तद् न अद्वा इत्युक्ते मार्गवाचकः मार्गवाचकः ओके कर्मसंज्ञक इति वाच्यम् एतदर्थे कर्मसंज्ञा भवति इति वार्तिकमस्ति अकर्मकधातोः योगे देशस्य कालस्य भावस्य मार्गस्य च कर्मसंज्ञा भवति अग्रे पठामि भगिनि देशः नाम ग्रामसमूहात्मकस्य ग्रहणम् अतः कुरु पाञ्चाला अवन्ति इत्यादीनां देशानां ग्रहणं भवति देशः नाम ग्रामसमूहात्मकस्य ग्रहणम् उदाहरणमस्ति कुरुवंशं क्षम्यतां तत्र किमपि जातं वदतु इदानीं यथा कुरुन् स्वपिति अर्थात् कुरुदेशे स्वपिति इत्यर्थः पाञ्चालान् स्वपिति इत्यर्थः देशशब्दः उक्तं देशः नाम ग्रामसमूहात्मकस्य ग्रामं कुरुदेशः इत्युक्ते अन्यानि ग्रामाणि अपि समूहः अस्ति चेत् कुरुदेशः भवति पाञ्चालदेशः इत्युक्ते अपि तदेव अवन्ती इत्युक्ते अपि समूहः अस्ति तदर्थमेव देशः देशः विवरणं तत्र दत्तं तदा कालः इदानीं भगिनी बहु समीचीनं बहु समीचीनं धन्यवादः बहु सम्यक् तर्हि तत्र अत्र वार्तिकमस्ति अकर्मकधातुभिर्योगे देशकालभाव गन्तव्योत्वा च कर्मसंज्ञकः कर्मसंज्ञकः इति वाच्यं तर्हि मूलधातुः अकर्मकः चेदपि तत्र देशवाचकः कालवाचकः भाववाचकः मार्गवाचकः अस्ति चेत् तदानीम् एतेषां कर्मसंज्ञा भवति धातुः सकर्मकः भवति केवलम् एतेषां विषये मूलधातुः अकर्मकः परन्तु एतेषां धातूनां विषये धातुः सकर्मकः भवति न तु अन्येषां तर्हि तत्र कालस्य देशस्य उदाहरणं देशः इत्युक्ते ग्रामसमूहः इति उक्तं परन्तु इदानीन्तनकाले देशः इत्युक्ते केवलं ग्रामसमूहः इति नास्ति अतः भारतः देशम् इति वदामः चेत् तदानीं तत्र किं ग्रामसमूहः इति न केवलं तत् परन्तु तत्र इदानीन्तनकाले यत् देशरूपेण वयं स्वीकुर्मः तस्यापि ग्रहणं स्यात् अत्र स्वप् इति धातुः अकर्मकधातुः अस्ति स्वप् इति अकर्मकधातुः अस्ति अतः कर्मपदं कदापि न स्वीकरोति परन्तु अत्र देशस्य उल्लेखः अस्ति सः कुरुदेशे स्वपिति इति वक्तुम् इच्छामः चेत् अत्र कुरुदेशं स्वपिति अथवा कुरून् स्वपिति इति वयं वक्तुं शक्नुमः अत्र देशस्य विषये सामान्यतया बहुवचने एव प्रयोगः अस्ति अतः कुरून् इति अस्ति न तु कुरुं न तु कुरुम् इति इति देशस्य उदाहरणम् एवमेव पाञ्चालान् स्वपिति इत्यत्रापि भवति अस्तु इदानीम् अग्रे कालः तत्र किं विनय् महोदय पठतु भगिनि कालः यथा मासम् आस्ते मासं स्वपिति अतः आस् वयं जानीमः अकर्मक् अस्ति स्वपपि अकर्मक् अस्ति परन्तु अत्र कालसम्बन्धे यदि काल योग अस्ति कालयोग अकर्मक् मूल अकर्मक् धातुः तर्हि सकर्मक् भवति तर्हि अकर्मक् धातवः योगे देशस्य कालस्य भावसमयश्च कर्मसंज्ञा अत्र कर्मसंज्ञा भवति कर्मसंज्ञा भवति परन्तु कुत्र भवति कर्मसंज्ञा कर्मसंज्ञा भवति यदि प्रयोज्यकर्ता अस्ति कर्मसंज्ञा भवति परन्तु अत्र अहं न अन्य यदि वाक्य अस्ति तर्हि एव वाक्य अस्ति अग्रे परन्तु कालसम्बन्धे मासम् आस्थे वाक्य कः अस्ति अत्र अहं न जानामि परन्तु यदि भाव अस्ति भावनाम रामः मासम् आस्ते रामः मासमास्ते आस्ते इत्युक्ते अकर्मकप्रयोगः खलु आस्ते अकर्मक क्रिया अस्ति ते युनो ते अस्ति आत्मने तो आस् धातु अस्ति अदादिगण इत्यादि परन्तु मासम् अत्र मासं कर्मत्वं भवति रामः मासम् आस्ते अर्थात् रामः मासकालं प्रायः मासकालम् आस्ते अर्थात् आस्ते अर्थात् तिष्ठति उपविशति इत्यादि स्वपिति स्वपनं करोति, रामः मासं स्वपनं करोति, मासम् उपरान्त् तदन्तर स्वपनं करोति, तदनन्तरं भावः अस्ति. महोदय धन्यवादः, समयस्य अभावः, समीचीनं. इदानीं तत्र विजया भगिनी भवती करोति वा? आं महोदय, नमस्कारः महोदय. अत्र यथा सः गोदोहम् अस्ति, भावः नाम धात्वर्थः इति अर्थे आगच्छति, धात्वर्थः, धातोः अर्थः इति भावः, खलु महोदय? आं सत्यम्, अग्रे. यथा सः गोदोहम् अस्ति, अर्थात् गोः दोहनपर्यन्तं सः तिष्ठति इत्यर्थः. सः गोदोहं स्वपिति इति अत्र कर्मसंज्ञा भवति. एतत् अकर्मकधातुभिः योगे देशकाल भावो, अत्र भावो अस्ति, गन्तव्यो अद्वा च कर्मसंज्ञकः भवति इति वाच्यं वार्तिकमस्ति अत्र. एतत् अकर्मकसंज्ञकः भवति परन्तु देशकालभावो गन्तव्य अद्वा, अद्वा इत्युक्ते पन्ताणः, पन्ताः. एतत् यत्र यत्र अस्ति तत्र सकर्मकः भूत्वा अत्र कार्यं कर्मत्वं भवति इति. अतः सः गोदोहम् अस्ति इति अस्ति चेत् अत्र अर्थात् गोः दोहनपर्यन्तं सः अत्रैव तिष्ठति इति अर्थे आगच्छति, गोदोहम् अस्ति इति. सः गोदोहं स्वपिति इति अन्यपदमपि अस्ति अत्र, अन्यवाक्यमपि अस्ति अत्र. धन्यवादः महोदय. सम्यक्. इत्युक्ते अत्र भावः इत्युक्ते क्रिया, अत्र गोदोहनम् इति क्रिया अस्ति, दोहनक्रिया. तादृशक्रियायाः क्रियायाः कालः अपि अस्ति, क्रियायाः कालः तत्र यावत्पर्यन्तं क्रिया प्रचलति तावत्पर्यन्तं सः तत्र एव तिष्ठति इत्यस्मिन् अर्थे सः गोदोहम् आस्ते, इत्युक्ते गोदोहन दोहनपर्यन्तं सः तत्र एव तिष्ठति. एवं गोदोहं स्वपिति इत्युक्ते यावत्पर्यन्तं गोदोहनं जायमानमस्ति तावत्पर्यन्तं सः स्वपिति इति अर्थे. अतः एतेषु स्थलेषु भावः अस्ति, क्रिया अस्ति, अतः क्रियायाः कर्मत्वं भवति अकर्मकधातुभिर्योगे अपि. सः इति अर्थे वयं शुकदेवः अपि स्वीकुर्मः खलु महोदय, सः इत्यर्थे, सः इति, सः इति स्थाने सः गोः दोहनपर्यन्तं सः तिष्ठति इति अस्ति खलु महोदय अत्र. सः इति अर्थे भागवतं अत्र सुखदेवेन उक्तं खलु, सः अत्र तादृशमेव एकस्मिन् समये एव तिष्ठति, निरन्तरतया कुत्रापि न तिष्ठति एव शुकदेवः. अतः गोः दोहनपर्यन्तं शुकदेवः तिष्ठति इति अपि वयं स्वीकुर्मः खलु महोदय. सः सः इति एवमेव उक्तं, सुखदेवः यः कोऽपि भवितुम् अर्हति, इत्युक्ते विजयानगरी गोदोहनपर्यन्तम् आस्ते इत्यपि वक्तुं शक्नोमि. अस्तु महोदय, धन्यवादः. अस्तु तर्हि इदानीम् अग्रे उमा भगिनी. अध्वावाचकः यथा क्रोशम् आस्ते क्रोशं स्वपिति, अध्वा इति सम्यक्तया न श्रूयते भगिनि, उमा भगिनी अपि श्रूयते वा? हलो, श्रूयते वा? न श्रूयते. अस्तु वदतु वदतु, प्रयत्नं करोमि श्रोतुं, वदतु. अध्वावाचकः वाचकः मीन्स् भाग भागवाचकः क्रोशं डिस्टन्स् क्रोशम् आस्ते क्रोशपर्यन्तम् आस्ते कोऽपि क्रोशः क्रोशं स्वपिति क्रोशपर्यन्तं किपि तु ए दोनो द्वयोः अत्र उक्तं सो अद्य अद्वावाचकः क्रोशम् अस्ति, क्रोशं स्वपि. समीचीनम्. अस्तु, तर्हि अन्तिमपरिचयमपि पठतु. गतिबुद्धि प्रत्यवसानार्थ शब्द शब्दकर्मा कर्मकानामपि कर्ता स नौ इति किम् न श्रूयते किमपि. न श्रूयते. क्षम्यतां भगिनि, उमा भगिनि, किमपि न श्रूयते. क्लेशः. अग्रिमवर्गे स्वीकुर्मः महोदय. एकं तु वक्तुमिच्छामि. अस्तु, अत्र स्थगयामः. उमा भगिनि, किमपि न श्रूयते. अत्र एकं तु वक्तुमिच्छामि, तत्र क्लेशः अस्ति, केषाञ्चन तत्र ध्वनिः न श्रूयते. विजया भगिनी, भवत्याः ध्वनिः अधिकं श्रूयते, न जाने किं कृतवती, बहु अधिकं श्रूयते. अहं बहु समीपे अस्ति अतः एव इदानीं महोदय. इदानीमपि तत्र केवलं मम कृते एव, भवतां सर्वेषां कृते एवम् अस्ति वा? सर्वेषां कृते. सर्वेषां कृते बहु अधिकं श्रूयते, बहु अधिकं श्रूयते. तत्र एकत्र किमपि न श्रूयते, अन्यत्र बहु अधिकं श्रूयते. कुत्रचित् बेलेन्स् आवश्यकम्. विजयभगिनी, अहं न सम्यक् अस्ति, परन्तु बहु अधिकम् अस्ति. तत्र अहं इदानीं महोदय, इदानीं महोदय, इदानीमपि चेत् किमर्थं चेत् सर्वदा भवती उक्तवती क्लेशः अस्ति, क्लेशः अस्ति इति उक्तवती खलु. अतः एव बहु समीपम् आगत्य मया उक्तम्, अनन्तरमेव क्रोशेन उक्तं, क्रोशेन. धन्यवादः. अस्तु अस्तु महोदय. एकः किमस्ति अत्र रिक्वेस्ट् अस्ति. ऐ वाण्ट् टु सी युवर् फेस् महोदय. ओके ओके, अनन्तरं चर्चां कुर्मः, वाट्साप् मध्ये चर्चां कुर्मः. अस्तु महोदय, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी. धन्यवादः भगिनी. धन्यवादः भगिनी. नमस्कारः. नमस्कारः.